सगौड़पादीयकारिक मांडूक्य उपनिषद प्रज्ञानां च प्रतानैः स्थिरचरणिकरौ व्यापिभिर्व्याप्य लोकान् भुक्त्वा भोगांस्तविष्टान् पुनरपि दिशिणोद्भासितान् कामजन्यान् पीत्वा सर्वान् विशेषान् स्वपितिमधुर्भूमाया भोजयन्नु मायासङ्ख्यातुरीयं परममृतमजं ब्रह्म यत्तन्नतोऽस्मि यो विश्वात्मा वीधिज विषयान् प्राश्यभोगास्तविष्टान् पश्चाचान्यान् स्वामतिविभवान् ज्योतिषास्वेन सूक्ष्मान् सर्वानेतान् पुनर्विशनैः स्वात्मनि स्थापयित्वा हित्वा सर्वान् विशेषान् विगतगुणगणस्पात्प्रसवनस्तुरीयः अक्षरमिदं सर्वं तस्य उपव्याख्या वेदान्तार्थसारसङ्ग्रहभूतमिदं प्रकरणचतुष्टयम् अत एव न पृथक् सम्बन्ध अविधेयप्रयोजनानि वक्तव्यानि यान्येव तु वेदान्ते सम्बन्ध अविधेयप्रयोजनानि तान्येव इह अपि भवितुमर्हन्ति तथापि प्रकरणव्याचिख्यासुना संक्षेप्तो वक्तव्यानि इति मन्यन्ते व्याख्यातारः तत्र प्रयोजनवत्साधन अभिव्यञ्जकत्वेन अभिधेयसम्बद्धं शास्त्रं पारम्पर्येण विशिष्टसम्बन्धाभिधेयप्रयोजनवद्भवति किं पुनस्तत्प्रयोजनमिति उच्यते रोगार्थस्यैव रोगनिवृत्तौ स्वस्थतः तथा दुःखात्मकस्यात्मनः द्वैतप्रपञ्चोपयमे स्वस्थतः अद्वैतभावः प्रयोजनं द्वैतप्रपञ्चस्य च अविद्याकृतत्व विद्यया तदुपशमः स्यादिति ब्रह्मविद्याप्रकाशनाय अस्य आरम्भः क्रियते यत्र हि द्वैतमेव भवति यत्र वा अन्यदिव स्यात् तत्र अन्योऽन्यत् पश्येदन्योऽन्यद्विजानीयां यत्र तु अस्य सर्वमात्मैव अभवत् तत् केनकं पश्येत् तत् केनकं विजानीयम् इत्यादि श्रुतिभ्यः अस्य अर्थस्य सिद्धिः तत्र तावत् प्रणवनिर्णयाय प्रथमं प्रकरणम् आगमप्रधानम् आत्मतत्त्वप्रतिपत्ति उपायभूतम् यस्य द्वैतप्रपञ्चस्य उपशमे अद्वैतप्रतिपत्तिः रज्ज्वामिव सर्पादिविकल्पोपशमे रज्जुतत्त्वप्रतिपत्तिः तस्य द्वैतस्य हेतुतः वैतत्यप्रतिपादनाय द्वितीयं प्रकरणं तथा अद्वैतस्यापि वैतत्यप्रसङ्गप्राप्तौ युक्तितः तथात्वप्रतिपादनाय तृतीयं प्रकरणम् अद्वैतस्य तथात्वप्रतिपत्तिविपक्षभूतानि यानि वादान्तराणि अवैदिकानि सन्ति तेषाम् अन्योन्यविरोधित्वा तु अतथार्थत्वेन तदुपपत्तिभिरेव निराकरणाय चतुर्थं प्रकरणम् अक्षरमिदं सर्वं तस्य उपव्याख्यानं भूतं भवद्भविष्यति सर्वं यच्च अन्यत्रिकालातीतं तद् आत्मतत्त्वविपायत्वं प्रतिपद्यते इति उच्यते एतदालम्बनम् एतद्वै सत्यगाम्भरं चापरं च ब्रह्म तस्मात् विद्वान् एतेनैव आयतनेन एकतरम् अन्वेति गीत इत्यादि श्रुभ्यते रज्ज्वादिरिव सर्पादिविकल्पस्यास्पदम् अद्वयात्मा परमार्थतः सन् प्राणादिविकल्पस्य आस्पदं यथा तदा सर्वोऽपि वाक्प्रपञ्च प्राणाद्यात्मविकल्प स च आत्मस्वरूपमेव तदभिधायकत्वविकारशब्दाविधेयश्च सर्वः प्राणादिः आत्मविकल्पः अभिधानव्यतिरेकेण नास्ति वाचारम्भणं विकारो नाम देयं तदस्येदं वाचा तन्त्या नामभिः दामभिः सर्वं स्थितं सर्वं इदं नामनि इत्यादि श्रुतिभ्यः अतः एतदक्षरमिदं सर्वमिति यदिदम् अर्थजातम् अभिधेयीभूतं तस्य अभिधान अव्यतिरेक अभिधानभेदस्य च परञ्च ब्रह्म अभिधान अविधेय उपायपूर्वकम् अवगम्यते इति तस्य एतस्य परापरब्रह्मरूपस्य अक्षरस्य उपव्याख्यानं ब्रह्म प्रतिपत्ति उपायत्वात् ब्रह्म समीपतया विस्पष्टं प्रकथनं उपव्याख्यानं प्रस्तुतं वेदितव्यमिति वाक्यशेषः भूतं भवत् भविष्यतिति कालत्रय परिच्छेद्यं यत् उक्तन्यायतः यच्च अन्यत् त्रिकालातीतं कार्याधिगम्यं काल अपरिच्छेद्यम् अव्यकृतादि सर्वगं हि एतद्ब्रह्मयमात्मा ब्रह्मतोयमात्मा चतुष्पाद् अभिधान अभिधेयोः एकत्वेऽपि अभिधानप्राधान्येन निर्देशकृतः सर्वमित्यादि अभिधानप्राधान्येन निर्दिष्टस्य पुनः अभिधेयप्राधान्येन निर्देशः अभिधान अभिधेयोः एकत्वप्रतिपत्त्यर्थः इतरता हि अभिधानतन्त्राभिधेयप्रतिपत्तिरिति अभिधेयस्य अभिधानत्वं गौणमिति आशङ्का स्यात् एकत्वप्रतिपत्तेश्च प्रयोजनम् अभिधानविधेयोः एकेनैव प्रयत्नेन युगपत् प्रविलापयन् तद्विलक्षणं ब्रह्मप्रतिपद्येत इति तथा च वक्ष्यति पादा मात्रा मात्रश्च पादाः इति तदाहं सर्वं हि एतद्ब्रह्म इति सर्वं तदेतद्ब्रह्म तच्च ब्रह्म परोक्षाभिहितं प्रत्यक्षतो विशेषं निर्दिशति अयमात्मा ब्रह्म इति अयमिति चतुष्पाद्त्वेन प्रविभज्यमानं प्रत्यगात्मतया अभिनयेन निर्दिशति अयमात्मा इति स्वयमात्मा ध्येयः परापरत्वेन व्यवस्थितः चतुष्पाद् कार्षापणवतु न गौरिव त्रयाणां विश्वादीनां पूर्वपूर्वप्रलापनेन तुरीयस्य प्रतिपत्तिः इति कर्णसाधनः पादशब्दः तुरीयस्य तु पद्यते इति कर्णसाधनः पादशब्दः जागर्तस्थानो बहिःप्रज्ञः सप्ताङ्गः एकोनविंशतिमुखः स्थूलभगवैश्वानरः प्रथमपादः कथं चतुष्पाद्यम् इत्याहं जागर्तस्थाने जागर्तं स्थानमस्येति जागर्तस्थानः बहिःप्रज्ञः स्वात्मव्यतिरिक्ते विषये प्रज्ञा यस्य सः बहिःप्रज्ञः बहिर्विषया इव प्रज्ञा यस्य अविद्याकृता भासत इत्यर्थः तथा सप्त अङ्गानि अस्य तस्य वा एतस्य आत्मनो वैश्वानस्य मूर्धाय वसुतेजः चक्षुर्विश्वरूपः प्राणः पृथग्वृत्मात्मा सन्देहो बहुलोभस्तिरेवैः पृथिवीय पादौ इति अग्निहोत्रावधिकल्पनाशेषत्वेन अग्निर्मुखत्वेन आहवनीयुक्तः इति एवं सप्ताङ्गानि अस्य सः सप्ताङ्गः तथा एकोनविंशतिः मुखानि अस्य बुद्धीन्द्रियाणि कर्मेन्द्रियाणि च दश वायवश्च प्राणादयः पञ्च मनोबुद्धिरहङ्कारः चित्तमिति मुखानि इव मुखानि तानि उपलब्धिद्वाराणि इत्युक्तः स एवं विशिष्टो वैश्वानरः यथोक्तैः द्वारैः शब्दादीन् स्थूलान् विषयान् भुङ्क्ते इति स्थूलभक् विश्वेषां नराणाम् अनेकदा सुखादिनयनाद् विश्वानरः यद्वा विश्वश्च असौ नरश्च इति विश्वानरः विश्वानर एव विश्वानरः सर्वपिण्डात्मा अनन्यत्वात् स प्रथमः पादः एतत् पूर्वकत्वात् उत्तरपादादिगमस्य प्राथम्यम् अस्य कथम् अयमात्मा ब्रह्म इति प्रत्यगात्मनस्य चतुष्पाद्वे प्रकृते द्युलोकादीनां मूर्धादि अङ्गत्वमिति नैष दोषः सर्वस्य प्रपञ्चस्य सादिदैविकस्य अनेनात्मना चतुष्पाद्वस्य विवक्षितत्वात् एवं च सति सर्वप्रपञ्चोपशमे अद्वैतसिद्धिः सर्वभूतस्थश्च आत्मा एको दृष्टस्य सर्वभूतानि च आत्मनि यस्तु सर्वाणि भूतानि इत्यादि श्रुत्यर्थश्च एवं भूसमृतः स्यात् अन्यथा हि स्वदेहपरिच्छिन्न एव प्रत्येकात्मा साङ्ख्यादिभिरिव दृष्टस्य तथा सति अद्वैतमिति श्रुतिकृतविशेषो न स्यात् साङ्ख्यदर्शनेन अविशेषात् इष्यते च सर्वोपनिषदां सर्वात्मैक्यप्रतिपादकत्वं ततो युक्तमेव अस्य आध्यात्मिकस्य पिण्डात्मनः द्युलोकादङ्गत्वेन विराडात्मना अधिदैविकेन एकत्वमिति अभिप्रेत्य सप्ताङ्गत्ववचनं मूर्धाते व्यवतिष्यतो इत्यादि लिङ्गदर्शनात् विराजैकत्वम् उपलक्षणार्थं हिरण्यगर्भ अव्याकृतात्मनो उक्तं च एतद् मधुब्राह्मणे यश्चैमस्यां पृथिव्यां तेजो महिमां तमयःपुरुषो यश्चैमध्यात्मम् इत्यादि। सुषुप्तव्याकृतयोस्तु एकत्वं सिद्धमेव निर्विशेषत्वम्। एवं च सति एतत् सिद्धं भविष्यति सर्वद्वैतोपशमे च अद्वैतमिति। स्वप्नस्थानमन्तःप्रज्ञा सप्ताङ्गीकोनिंशतिमुखः प्रयुक्तभुक्तैजसोम् द्वितीयः पादः। स्वप्नः स्थानमस्य तैजसस्य इति स्वप्नस्थानं। जागृत्प्रज्ञा अनेकसाधना बहिर्विषय इव अवभासमान मनःस्पन्दनमात्रा सति तदाभूतं संस्कारं मनसि आधत्ते। तन्मनः तदा संस्कृतं चित्रित इव पटः बाह्यसाधन अनपेक्षम् अविद्याकामकर्मभिः प्रेर्यमाणं जागृद्वद् अवभासते। तथा च उक्तम् अस्य लोकस्य सर्वावतो मात्रामपादाय इत्यादि। तथा परैदेव मनसि एकीभवति इति प्रस्तुत्य अत्रैष देवः स्वप्ने महिमानं भवति इति अथर्वणे। इन्द्रियापेक्षया अन्तस्तत्त्वात् मनसः तद्वासनारूपा च स्वप्ने प्रज्ञा यस्य इति अन्तःप्रज्ञा। विषयशून्यायां प्रज्ञायां केवलप्रकाशस्वरूपायां विषयित्वेन भवति इति तैजसः। विश्वस्य स विषयत्वेन प्रज्ञायाः स्थूलायाः भोज्यत्वं यः पुनः केवला वासनामात्र प्रज्ञा भोज्य इति प्रविविक्तो भोगः इति समानमन्यत। द्वितीयपादः तैजसः। यत्र सुप्तो न कञ्चन कामं कामयतेन कञ्चन स्वप्नं पश्यति तत् सुषुप्तं। सुषुप्तस्थान एकीभूतः प्रज्ञानः एव आनन्दमयो हि आनन्दभुक्तेजोमुख प्राज्ञः तृतीयपादः।